सर्वेषां सम्भाषणसंस्कृतकक्षायां स्वागतम्। सर्वेभ्यः नूतनवर्षस्य शुभाशयाः। सप्ताहत्रयात् पूर्वम् अस्माकं मेलनम् अभवत्। अद्य वयं पुनः एकवारम् अत्र मिलामः। अस्माकं वर्गः तु गीतासोपानवर्गः। इत्युक्ते अस्मिन् वर्गे वयं गीतासोपानं नाम्ना एकं पुस्तकं पठितुम् उद्युक्ताः भवामः। अस्माकं पुस्तकस्य नाम गीतासोपानं। तत् पुस्तकम् अद्य वयम् आरम्भं कुर्मः। कक्षायाः आरम्भे अहम् एकं श्लोकं वदामि, किन्तु तत् तं श्लोकं भवन्तः सर्वे जानन्ति एव। अद्य अहं पठामि, किन्तु आगामिसप्ताहात् आरभ्य भवत्सु एकः एका वा पठति चेत् इतोपि सम्यक् भवति। अतः भवन्तः सर्वे जानन्ति एव एतं श्लोकम्। आरम्भे एकं श्लोकं वदामि। विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशसुखकरी विद्या गुरूणां गुरुः विद्याबन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्याविहीनः पशुः। भवन्तः सर्वे जानन्ति एव। अत्र अयं श्लोकः भर्तृहरेः सुभाषितम्। श्लोकस्य अन्ते सः किं वदति इत्युक्ते विद्याविहीनः पशुः इति वदति। तदेव अद्य अहं पठितवती, किन्तु आगामिसप्ताहात् आरभ्य भवत्सु एकः श्रावयति अथवा पठति चेत् इतोपि सम्यक् भवति। कक्षायाः आरम्भे श्लोकं पठित्वा वयं कक्षायाः आरम्भं कुर्मः। अत्र यद्यपि एतत् पुस्तकम् अस्माकं कृते किञ्चित् नूतनमस्ति, तथापि अस्मिन् पुस्तके बहवः विषयाः अस्माभिः पूर्वमेव पठिताः। इत्युक्ते अभ्यासपुस्तके वयम् एतत् सर्वं पठितवन्तः। इत्युक्ते अभ्यासपुस्तके वयं बहून् विषयान् बहु गभीररीत्या चर्चितवन्तः, अवगतवन्तः, ज्ञातवन्तः च। यदा अत्र सर्वे अत्र गीतासोपानं पुस्तकस्य प्रथमपुटं पश्यन्तु, तत्र किम् अस्ति इति अद्य पठामः। साधारणतया यदा वयं नूतनान् जनान् पश्यामः अथवा नूतनैः जनैः सह अस्माकं मेलनं भवति, तदा वयं किं कुर्मः, आरम्भे नमस्कारः, मम नाम लक्ष्मीः इति वदामः। इत्युक्ते तादृशरीत्या वयं परिचयं कुर्मः। नूतनैः जनैः सह मेलनं भवति चेत् तदा मम नाम लक्ष्मीः तथा परिचयं कुर्मः। तदेव अस्मिन् पुटे दत्तमस्ति। अतः भूमा भगिनी, अत्र पुस्तके प्रथमे पुटे किमस्ति अत्र किञ्चित् पठति वा? आं भगिनि, विद्धि मां, मम भवतः भवत्याः, मम नाम कुचेलः, भवतः नाम किं? मम नाम कृष्णः, मम नाम सागरिका, भवत्याः नाम किं? मम नाम सुनीता, भवतः नाम किं? मम नाम कङ्कः, भवत्याः नाम किं? मम नाम सैरन्ध्री। उदाहरणं दृष्ट्वा रिक्तं स्थानं पूरयत। रमेशः, भवतः नाम किं? रमेशः, गोविन्दः। तत्र स्थगयतु भगिनि। अत्र साधारणतया वयं नूतनैः जनैः सः अस्माकं मेलनं भवति चेत् तदा साधारणतया भवतः नाम किं, मम नाम, भवत्याः नाम किं भगिनी वदतु? मम नाम भूमा. भूमा, उत्तमम्. अत्र आरम्भे रक्तवर्णैः लिखितैः एकं लघुवाक्यमस्ति, तत् पठतु, किञ्चित् गभीररीत्या चिन्तनं कुर्मः. उपरि उपरि किं लिखितमस्ति? विद्धि, विद्धि माम्. विद्धि माम्, लिखितमस्ति. तस्मिन् विषये वयम् अग्रे इतोपि किञ्चित् परिशीलनं कुर्मः. किन्तु अत्र आरम्भे त्रीणि पदानि लिखितानि, इत्युक्ते अस्मिन् पुटे एतेषां त्रयाणां पदानां विषये वयं ज्ञास्यामः. अत्र त्रीणि पदानि कानि? मम, भवतः, भवत्याः. अत्र तयोर्मध्ये सम्बन्धः अस्ति वा? मम सर्वे सर्वनामपदाः. उत्तमं, साम्यमस्ति. सर्वाणि पदानि, साम्यं किं वदतु? मम अस्मत् शब्द शब्दस्य षष्ठीविभक्ति, षष्ठीविभक्ति. उत्तमं. इत्युक्ते अत्र एतेषां त्रयाणां पदानां मध्ये किञ्चित् साम्यमस्ति, अपि च भेदः तु अस्ति. साम्यं किम् इत्युक्ते एतानि पदानि सर्वनामपदानि, अपि च षष्टिविभक्त्यन्तरूपाणि. भेदः कः इत्युक्ते कीदृशभेदः अस्ति अत्र? मम अस्मत् शब्दस्य ममकारस्य स्थानमस्ति. भवतः तु त्वं, भवतः अन्यमनुष्यस्य, अन्यपरस्य ज्ञातुम् इच्छामश्चेत् भवतः, भवत्याः पदं पुल्लिङ्गम् पुल्लिङ्गे अस्ति. इत्युक्ते तत्र पदानि सर्वनामपदानि, अपि च षष्टिविभक्त्यन्तरूपाणि. इत्युक्ते वयं नूतनानां जनानां कृते किञ्चित् वदामि. अत्र संस्कृतभाषायां नामपदानि सन्ति, सर्वनामपदानि सन्ति, क्रियापदानि तादृश यथा अन्येषु भाषासु सन्ति तथा एव अत्र संस्कृतभाषायाम् अपि सर्वनामपदानि इत्युक्ते प्रोनौन्स् सन्ति. मम, भवतः, भवत्याः, एतानि पदानि सर्वनामपदानि, अपि च संस्कृतभाषायां सप्तविभक्तयः सन्ति, अपि च सम्बोधनाप्रथमाविभक्तिः अपि अस्ति. अत्र सप्तसु विभक्तिषु अन्यतमः एव षष्टिविभक्तिः. तत्र साम्यं तु षष्टिविभक्त्यन्तरूपाणि एतानि पदानि. भेदः कः इत्युक्ते मम इति पदं प्रथम उत्तमपुरुषरूपम्. उत्तमपुरुष, भवतः प्रथमपुरुष, उत्तमं, भवत्याः अपि. इत्युक्ते अत्र किं वदामः, संस्कृतभाषायां क्रिया तत्र पदानि इत्युक्ते कर्तृपदानि, प्रथमपुरुषकर्तृपदानि, मध्यमपुरुषकर्तृपदानि, उत्तमपुरुषकर्तृपदानि सन्ति. मम इति प्रथमपुरुष कर्तृपदम्. उत्तमपुरुषकर्तृपदं. भवतः, भवत्याः एतत् पदद्वयं प्रथमपुरुषकर्तृपदमस्ति. इत्युक्ते प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष तादृशरीत्या कर्तृपदानि सन्ति. इतोपि वचनम् इत्युक्ते एकवचनं, द्विवचनं, बहुवचनं, पदानि त्रिषु वचनेषु अपि भवन्ति. अपि च लिङ्गभेदः अपि अस्ति. संस्कृतभाषायां पदानि त्रिषु लिङ्गेषु भवन्ति. पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे रूपाणि भवन्ति. तत् पीठिकारूपेण किञ्चित् इन्ट्रडक्षन् रूपेण किञ्चित् उक्तवती. अत्र एकवारं पश्येम. मम नाम कुचेलः. अत्र सर्वे एकवारं प्रथमं चित्रं पश्यन्तु. अत्र कः वदति, कम् उद्दिश्य वदति? अत्र भगिनी वदतु. भगिनी वदतु. कुचेलम् उद्दिश्य वदति. कुचेलम् उद्दिश्य कः वदति? न न कृष्णम् उद्दिश्य कुचेलः वदति. अत्र आरम्भे कुचेलः, मम नाम कुचेलः इति उक्त्वा भवतः नाम किम् इति वदति. तदा कृष्णः किम् उत्तरं ददाति? मम नाम कृष्णः. मम नाम कृष्णः. उत्तमम्. अनन्तरं धन्यवादः भगिनि. अनन्तरम् अत्र उषा भगिनी भवती वदतु, मम नाम लक्ष्मीः, भवत्याः नाम किम्? क्षम्यतां महोदय, अहं भानुचैतन्य अस्मि, नूतनः आगतः. अस्तु महोदय, स्वागतम्. नमस्ते भगिनी, अहं वंशी सुधा अस्मि. नमस्ते भगिनी, स्वागतम्. नमस्ते भगिनी, अहं शुभा अस्मि. नमस्ते, अहं जान् अस्मि. शुभा. आं भगिनी, स्वागतं. जान् महोदय, स्वागतम्. अस्तु, अत्र वदतु. मम नाम उषा अस्ति. उत्तमम्. अत्र यदा वयं परिचयं कर्तुमिच्छामः तदा अस्माकं नाम उक्त्वा तदनन्तरं भवतः नाम किम् अथवा भवत्याः नाम किम् इति वदामः. अत्र उषा भगिनी भवती वदतु, भवतः नाम किं कदा वदामः? भवतः नाम किं वदामः? पुंलिङ्गे अस्ति चेत् भवतः इति उक्तं समीचीनम् अस्ति. महिला अस्ति चेत् भवत्याः इति उक्तं समीचीनम् अस्ति भगिनि. उत्तमम्. इत्युक्ते अत्र वयं पुरुषम् उद्दिश्य वदामश्चेत् भवतः नाम इति वदामः. यदि महिलाम् उद्दिश्य पृच्छामश्चेत् भवत्याः नाम किम् इति वक्तव्यम्. तादृशनियमः अस्ति. इत्युक्ते संस्कृतभाषायां लिङ्गभेदः अस्ति इति कृत्वा लिङ्गम् अनुसृत्य प्रष्टव्यम् अथवा वक्तव्यम्. अत्र प्रथमं चित्रं पश्यन्तु. तस्मिन् चित्रे पुरुषद्वयमस्ति, कृष्णः अथवा कुचेलः कृष्णम् उद्दिश्य पृच्छति. अतः सः किं पृच्छति? भवतः नाम किम् इति पृच्छति. द्वितीये चित्रे महिलाद्वयमस्ति, तत्र सा किं पृच्छति? मम नाम सागरिका, भवत्याः नाम किम् इति पृच्छति. तदा उत्तरं किम्? उषा भगिनी वदतु. मम नाम सुनीता इति वदति. उत्तमम्. अनन्तरम् अत्र अग्रिमे चित्रे किमस्ति? अत्र एकः राजा अस्ति, तस्य नाम विराटराजः. सः किं पृच्छति? पठतु पुनः एकवारं. भवतः नाम किम् इति विराटराजः पृच्छति. पण्डितः वदति, मम नाम कङ्कः इति. मम नाम कङ्कः. भवती जानाति वा, कथां जानाति वा? जानाति चेत् इतोपि किञ्चित् वदतु. न भगिनि, अहं न जानामि. अत्र कोऽपि जानाति चेत् वदतु. वदतु महोदय. पाण्डववनवाससमये पाण्डवाः अज्ञातवासं कुर्वन्ति. ते विराटराजसभा गत्वा तत्र परिचयम् इति विराटराजः पृच्छति भवतः नाम किं, सः अज्ञातवासे अस्ति, अतः युधिष्ठिरः वदति मम नाम कङ्कः. युधिष्ठिरः धर्मराजः, तस्य अन्यनाम अपि अस्ति युधिष्ठिरः इति पदमस्ति, अथवा तस्य नाम एव धर्मराजः, अत्र तस्य नाम एव कङ्कः. यदा सः विराटराजं प्रति गतवान् तदा विराटराजः धर्मराजं सः न जानाति, सः धर्मराजः इति सः न जानाति, किन्तु भवतः नाम किम् इति पृच्छति. तदा सः उत्तरं ददाति, मम नाम कङ्कः इति वदति. अनन्तरम् अत्र किं भगिनि, कङ्कः इत्युक्ते यद्यपि सः पण्डितः इव वेषं धृतवान् तथापि सः पण्डितः न, इत्युक्ते सः क्षत्रियः, सः ब्राह्मणः न. यदा तादृशरीत्या वेषं धृत्वा सः पण्डितः इव वेषं धृत्वा आयाति, फाल्स् प्रटेन्शन् प्रटेन्शन् इव पण्डितः. आक्चुलि हि इस् क्षत्रिय. अनन्तरम् अत्र इतोपि किमस्ति, भवत्याः नाम किं, विराटराजः तत्र एका महिला अस्ति तां प्रति सः पृच्छति भवत्याः नाम किम् इति वदति. सा तस्याः उत्तरं किम्, उषा भगिनी वदतु. मम नाम सैरेन्द्री, सैरेन्द्री मम नाम द्रौपदी, द्रौपद्याः अन्यनाम सैरेन्द्री इति लिखितमस्ति. अद्य इतोपि किञ्चित् अत्र चिन्तनं कुर्मः. मम इति शब्दः अस्मत् शब्दः उत्तमपुरुषरूपम् अस्ति. अत्र कोऽपि जानाति चेत् अहं शब्दस्य रूपाणि वदति वा, कः का वदति, अरुणा भगिनी वदति वा? आं भगिनि वदतु. अहम् अहम् आवां वयम् अहं वयम् आवां माम् माम् मा आवां नौ अस्मान् नः मया आवाभ्याम् अस्माभिः मह्यं अपि च मे आवाभ्यं वा नौ अस्मभ्यम् अस्मभ्यं नः मत् आवाभ्यम् अस्मत् मम वा मे आवयोः नौ अस्माकं नः मयि आवयोः अस्मासु. उत्तमं, धन्यवादः भगिनी. अत्र इत्युक्ते यद्यपि वयं केवलं मम एव रूपम् अत्र पश्यामः, किन्तु अहं शब्दस्य एकविंशतिरूपाणि भवन्ति. तानि सर्वाणि एकविंशतिरूपाणि अस्माभिः ज्ञातव्यानि इति मम आशयः. यदि एकवारम् अस्माकं कक्षायां पठामश्चेत् पुनःस्मरणं भवति, अतः अहं पृष्टवती. अनन्तरम् अत्र मम शब्दः अस्मत् शब्दः वयं जानीमः एव. भवतः वदतु महोदय. तत्र द्वे रूपं किमर्थम् अस्ति तत्र आवाभ्यां नौ? किमर्थमस्ति इति अहं न जानामि. रूपद्वयं तु अस्ति, विकल्पेन रूपद्वयम् अस्ति. कोऽपि जानाति चेत् वदतु. वेदे उपयोगं कृतवन्ति महोदय. इत्युक्ते किमर्थं तादृशरीत्या अस्ति अत्र संस्कृतभाषायां, किमर्थम् इति प्रश्नस्य उत्तरं नास्ति. इत्युक्ते तादृशरीत्या भाषा अस्ति, तत्र कारणं किम् इति अहं न जानामि. छन्दस् समये मेटनार्थं मे मम अपि प्रयोजनं कर्तुं भवितुं भवति अत एव अस्तु इति अहं तदेव अस्तु इत्युक्ते अत्र रूपद्वयम् अस्ति तत्र अस्मत् शब्दे बहुषु स्थलेषु रूपद्वयं दृश्यते अनन्तरम् अत्र इतोपि किमस्ति अस्मिन् पुटे भवतः इति पदमस्ति भवतः इति पदं का वदति अत्र वंशसुधा भगिनी भवती यज्जानाति तत् वदतु भवतः इत्यस्मिन् विषये किं वदामि भगिनि भवतः षष्ठी विभक्तौ अस्ति भवत् शब्दस्य षष्ठी विभक्ति भवतः इति अस्ति पुल्लिङ्गशब्दमस्ति भवतः उत्तमं तत्र भवतः इति पदं षष्ठ्यन्तं रूपम् अस्ति पुंलिङ्गरूपमस्ति यथा भवती उक्तवती अत्र प्रातिपदिकं किं प्रातिपदिकम् इत्युक्ते भवत् उत्तमं भवत् इति प्रातिपदिकमस्ति इत्युक्ते अत्र संस्कृतभाषायां तत्र मूलरूपम् एतानि पदानि नामपदानि अथवा सुबन्तपदानि इति वदामः नामपदानां मूलरूपम् एव प्रातिपदिकं किन्तु क्रियापदानां मूलरूपं धातुः धातुः अत्र नामपदानां मूलरूपं प्रातिपदिकम् इति वदामः अत्र भवतः इत्यस्य मूलरूपं भवत् भवत् तकारान्तपदमस्ति कोऽपि वदति वा भवत् शब्दस्य रूपाणि कः वदति अहं वदामि वदतु भवान् भवन्तौ भवन्तः हे भवन् हे भवन्तौ हे भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवति भवतोः भवत्सु उत्तमं तत्र कुत्र दोषः अस्ति कुत्र दोषं कृतवती भगिनी पुनः एकवारं सम्यक् वदतु भवान् भवन्तौ भवन्तः हे भवन् हे भवन्तौ हे भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवतः भवते भवते चतुर्थी भवते भवते भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवते भवद्भ्यां पञ्चमी विभक्ति भवते भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतोः भवद्भ्यां नु अत्र षष्ठी बहुवचनं भवतां पञ्चमी भवतः भवद्भ्यां भवद्भ्यः पञ्चमी विभक्ति एकवारं भूमा भगिनी भवती वदतु इतोपि भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवती भवतोः भवत्सु भवन् भवन्तौ भवन्तः सम्बोधन अस्तु इत्युक्ते वयं वदतु सप्तमी भवति भवति नाट् भवति भवति सम्यक् सम्यक् भगिनि इत्युक्ते अत्र सप्तमी एकवचनरूपं ह्रस्वरूपम् अस्ति यदि रूपं दीर्घम् अस्ति चेत् भवती अस्ति चेत् किं भवति स्त्रीलिङ्गरूपं भवति अपि च भवति इति रूपं भवति इति क्रियापदमस्ति भवति तिङन्तरूपम् अरुणभगिनी वदतु भवति भवतः भवन्ति उत्तमम्. इत्युक्ते अत्र भ्रमः मास्तु. तत्र किमस्ति, भवति इति क्रियापदमस्ति, भूधातोः लट्लकाररूपं भवति, भवतः, भवन्ति क्रियापदानि सन्ति. किन्तु अत्र पुंलिङ्गे सप्तमी विभक्त्याम् एकवचने भवति ह्रस्वैकाररूपमपि अस्ति. किन्तु तत्र वाक्यं दृष्ट्वा वयं सुलभतया अवगन्तुं शक्नुमः यत् अत्र तत् पदं तिङन्तपदम् अस्ति वा नो चेत् सुबन्तपदम् अस्ति वा इति वाक्यं दृष्ट्वा वयम् अवगन्तुं शक्नुमः. भवति इति पदं स्थलद्वये वयं द्रष्टुं शक्नुमः. सुबन्तपदमपि अस्ति, तिङन्तपदमपि अस्ति. अनन्तरम् अत्र भवत्याः इति पदमस्ति. भवत्याः इति पदं यथा वंशीसुधा भगिनी उक्तवती स्त्रीलिङ्गरूपम् अस्ति, अपि च षष्टिविभक्त्यन्तरूपम् अस्ति. अत्र वेदा भगिनी भवती वक्तुं शक्नोति वा अत्र भवत्याः भवती शब्दस्य रूपाणि? भवती, भवतौ, भवत्यः, भवत्याः, नो भवत्यं, ल वट् इस् सेकेण्ड् वन्? भवति, भवती. शोभा भगिनी वदतु एकवारं भवती शब्दस्य रूपाणि. सर्वेषां कृते पुनस्मरणं भवति अतः. भवती, भवत्यौ, भवत्यः, भवतीं, भवत्यौ, भवतीः, भवत्या, भवतीभ्यां, भवतीभिः, भवत्यैः, भवतीभ्यां, भवतीभ्यः, भवत्याः, भवतीभ्यां, भवतीभ्यः, भवत्याः, भवत्योः, भवतीनां, भवत्यां, भवत्योः, भवतीषु सम्बोधनं भवति, भवत्यौ, भवत्यः. उत्तमं भगिनी, धन्यवादः. इत्युक्ते अत्र पश्यन्तु, मम शब्दः अस्मत् शब्दः, तत्र प्रातिपदिकम् अस्मत्. भवान् शब्दस्य षष्ट्यन्तं रूपमेव भवतः. भवान् शब्दस्य प्रातिपदिकं भवत्, तकारान्तपदं. किन्तु भवत्याः इति पदं षष्ट्यन्तं रूपं, प्रथमान्तं रूपं भवती, तत्र ईकारान्तपदम्. इत्युक्ते तत्र प्रातिपदिकं भिन्नम् अस्ति. उत्तमम्. अत्र शोभा भगिनी भवती वदतु, कुचेलः इति एकं पदमस्ति, कृष्णः एकं पदमस्ति. तत्र कुचेलः इति पदं दृष्ट्वा अथवा कृष्णः इति पदं दृष्ट्वा पदं कीदृशं पदम् इति अहं पृच्छामि चेत् भवत्याः उत्तरं किम्? कुचेलः, कृष्णः, रामः पदवत् स्तः इति कृत्वा पुंलिङ्गे प्रथमविभक्तौ एकवचनम्. उत्तमम्. इत्युक्ते तत् पदम् अकारान्तः पुल्लिङ्गः. ध्वनिः अस्ति अत्र. अत्र यथा भगिनी उक्तवती अत्र अकारान्त पुंलिङ्गपदम् एकवचनं प्रथमाविभक्त्यन्तरूपं. तत्र चत्वारः विषयाः सन्ति. तत्र अकारान्तपदं, कुचेलः अकारान्तपदं, कृष्णः अकारान्तपदम्, अपि च पुंलिङ्गपदं प्रथमाविभक्त्यन्तरूपम्, अपि च एकवचनरूपम् इति वक्तुं शक्नुमः. अपि च अत्र शोभा भगिनी भवती एव वदतु, सागरिका, सुनीता, वदतु. एकः प्रश्नः अस्ति भगिनि, कुचेलः इति नाम कथम् आगतं भगिनि? अहं किञ्चित् शब्दकोशं दृष्टवती अतः वदामि. संस्कृतभाषायां चेलम् इत्युक्ते वस्त्रं, चेलमिति पदं नपुंसकलिङ्गपदं, किन्तु तत्र कुत्सितं चेलं कुचेलम् इति वदामः. कुत्सितं चेलम् इत्युक्ते कुत्सितम् इत्युक्ते असमीचीनं चेलं, तत्र कुसमासः अस्ति. किन्तु तत्र कुचेलः इति पदं समस्तपदं, तत्र बहुव्रीहिसमासः अस्ति. कुत्सितं चेलं यस्य सः कुचेलः इत्युक्ते यत्र कुत्रापि बहुव्रीहिसमासः अस्ति तत्र साधारणतया लिङ्गपरिवर्तनं भवति. कुच् चेलम् इति पदं नपुंसकलिङ्गपदम् अस्ति चेदपि तत्र कुचेलः इति पदं पुंलिङ्गपदं भवति. इत्युक्ते कुत्सितं चेलं यस्य सः कुचेलः, यस्य चेलं कुत्सितमस्ति अस्ति सः कुचेलः इति वक्तुं शक्नुमः. तद् अहं तदेव अहं दृष्टवती. इत्युक्ते तत्र चेलं चेलम् इत्युक्ते वस्त्रं, चेलं वस्त्रं. तदेव कुबेरः अपि अस्ति भगिनि, कुबेरः. ओ कथं वक्तव्यं विग्रहवाक्यम्? अहं न दृष्टवती, परन्तु अहं तत्र नञ् प्रभृतिषु, नञ् प्रभृतयः नाम्ना एक समासाः सन्ति, तेषु अन्यतमः एव कुसमासः. कुसमासे कुबुद्धिः, कुपुरुषः तादृशानि पदानि आयान्ति. अत्र कुत्सितं चेलम् इति कुसमासः इत्युक्ते कुसमासगर्भ बहुव्रीहिसमासः इति वक्तव्यमस्ति. इत्युक्ते एतावता अत्र अस्मिन् पदे बहुव्रीहिसमासः अस्ति. यस्य चेलं कुत्सितं सः कुचेलः. अपि च अत्र अनन्तरं वंशीसुधा भगिनी भवती वदतु, सागरिका सुनीता इति पदद्वयमस्ति अत्र, कीदृशं पदं सागरिका अपि च सुनीता? सागरिका सुनीता इति द्वे पदे आकारान्तस्त्रीलिङ्गपदमस्ति भगिनि. उत्तमं, प्रथमाविभक्तौ आकारान्तस्त्रीलिङ्गपदमस्ति. उत्तमम्, आकारान्त सागरिका आकारान्त इत्युक्ते अन्ते आकारः श्रूयते. सुनीता तत्रापि आकारः अन्ते श्रूयते, अतः स्त्रीलिङ्ग आकारान्तपदं. यथा वयं पूर्वमेव पठितवन्तः सीता शब्दवत् अथवा लता शब्दवत्. इत्युक्ते अत्र इतोपि किमस्ति अत्र, मम नाम सागरिका, मम नाम सुनीता सा उक्तवती. अपि च अत्र इतोपि नूतनं पदमस्ति कङ्कः. कङ्कः इति पदमपि आकारान्तपुंलिङ्गपदम्. अपि च अत्र सैरन्ध्री इति एकं नूतनं पदमस्ति. सैरन्ध्री कीदृशं पदम्? ईकारान्त स्त्रीलिङ्गपदं. यथा नदी शब्दवत् सैरन्ध्री किञ्चित् क्लिष्टकरमेव, किन्तु प्रथमाविभक्त्यन्तरूपाणि कथं भवन्ति? सैरन्ध्री नद्यौ, नद्यौरन्ध्री अत्र समीचीनतया वक्तव्यम्. इत्युक्ते तत्र रूपाणि दोषं विना. भानुचैतन्यमहोदय वदतु एकवारं सैरन्ध्री शब्दस्य रूपाणि, प्रथमाविभक्त्यन्तरूपाणि वदतु. प्रथमाविभक्ति एव महोदय, केवलं प्रथमाविभक्त्यन्तर. सैरन्ध्री सैरन्ध्र्यौ सैरन्ध्र्यः. तत्र यकारः, उत्तममहोदय उत्तमरीत्या उक्तवान्, सैरन्ध्री सैरन्ध्र्यौ सैरन्ध्र्यः. किन्तु सर्वाणि रूपाणि वक्तुमिच्छामश्चेत् समीचीनतया दोषं विना वक्तव्यम्. इत्युक्ते किञ्चित् प्रयासः आवश्यकः. गृहे एकवारं अभ्यासं कुर्वन्तु. किञ्चित् क्लिष्टकरमेव, परन्तु किञ्चित् अभ्यासं कुर्मः चेत् वयं सुलभतया लेखितुं शक्नुमः. अनन्तरम् अत्र उदाहरणं दृष्ट्वा रिक्तं स्थानं पूरयत इति वाक्यमस्ति. शोभा भगिनी वदतु, अत्र पञ्चपदानि सन्ति, एकमेकं पदं स्वीकृत्य वदतु, भवती यद् जानाति. आं भगिनि, तत्र उदाहरणं कर्मपदमस्ति. दृष्ट्वा दृष्ट्वा तवतु प्रत्ययपदमस्ति. रिक्तं स्थानं पूरयत, तत्र स्थानम् इत्यस्य विशेषणं रिक्तमस्ति, विशेषविशेषणं सम्बन्धं. पूरयत इति लोट् लकारे मध्यमपुरुषे अस्ति. उत्तमम्. अत्र पश्यतु, दृष्ट्वा इति पदं कीदृशं पदं, पुनः वदतु. दृष्ट्वा तवतु, तवतु प्रत्ययः अस्ति. तवत् रूपमस्ति चेत् तत्र क्षम्यतां, त्वान्तप्रत्ययम् इत्युक्ते अत्र त्वान्तरूपं. यदि तवत्वन्तरूपम् अस्ति चेत् रूपं कथं भवति? दृष्टवान् इति भवति. उत्तमं, दृष्टवान् भवति. उत्तमम्. अनन्तरम् अत्र किं लिखितमस्ति, रमेशः वदति भवतः नाम किं. रमेशः पृच्छति. अत्र किं लेखनीयम् अत्र अस्मिन् पुटे, भवती एव वदतु. रमेशः गोविन्दम् उद्दिश्य, रमेशः गोविन्दम् उद्दिश्य पृच्छति. वदतु. रमेशः गोविन्दम् उद्दिश्य पृच्छति भवतः नाम किं. गोविन्दः वदति मम नाम गोविन्दः इति वक्तव्यं. गोविन्दः वक्तव्यं मम नाम गोविन्दः. अपि च रमेशः लीलायाम् उद्दिश्य पृच्छति भवत्याः नाम किं. लीला इति वक्तव्यं मम नाम लीला. अत्र पश्यतु, लीलायाम् उद्दिश्य अथवा लीलाम् उद्दिश्य, द्वयोः मध्ये लीलायाम् इति वदतु. लीलामेव. लीलायां वदामश्चेत् लीलायां वदामश्चेत् किं भवति? लीलायां वदामि चेत् सप्तमी भवति. लीलाम् एव द्वितीयविभक्तौ लीलाम् एव कर्मपदम्. उत्तमं, वदतु. तत्र लीलाम् उद्दिश्य लीला मम नाम लीला इति वक्तव्यम्. अपि च गीता गोविन्दम् उद्दिश्य पृच्छति भवतः नाम किम् इति वक्तव्यं. तत्र गोविन्दः वक्तव्यं मम नाम गोविन्दः. इत्युक्ते तत्र गोविन्देन गोविन्देन वक्तव्यम्. आम् आम्, तृतीयविभक्ति. तत्र किमर्थं वक्तव्यं, वक्तव्यम् इति पदं वदामश्चेत् तव्यत् प्रत्ययम् अस्ति. साधारणतया तव्यत् प्रत्ययः वा अनियर् प्रत्ययः वा अस्ति चेत् तत्र कर्मणि प्रयोगे एव तादृशप्रयोगः भवति. गोविन्देन वक्तव्यं, किं वक्तव्यं, तस्य नाम वक्तव्यं. तदा गोविन्देन किम् उक्तं, मम नाम गोविन्दः इति वक्तव्यम्. लीलया वक्तव्यम् अथवा गोविन्देन वक्तव्यम् इति वक्तव्यम् इति वदनीयम्. दट् शुड् बि द वे. अनन्तरम् अधुना अत्र उपरि विद्धि माम् इति लिखितमस्ति, तस्मिन् विषये किञ्चित् वदामि. विद्धि माम् अत्र एकः श्लोकः अस्ति, उच्च उच्चैश्रवसः उच्चैश्रवसम् अश्वानां विद्धिमाम् अमृतोद्भवम् ऐरावतं गजेन्द्राणां नराणाञ्च नराधिपम्। एकवारं पुनः वदामि, उच्चैश्रवसम् अश्वानां विद्धिमाम् अमृतोद्भवम् ऐरावतं गजेन्द्राणां नराणाञ्च नराधिपम्। किमर्थम् उक्तवती श्लोकम् इत्युक्ते, अस्मिन् श्लोके विद्धिमाम् इति पदद्वयमस्ति। विद्धिमाम् इति एकं लघुवाक्यं, विद्धिमाम् इत्युक्ते मां जानीहि इति अर्थः। अत्र भगवद्गीतायाम् अयं श्लोकः अस्ति, भगवद्गीता सः उद्धृतः श्लोकः अस्ति, तस्मात् श्लोकात् एषः लघुभागः उद्धृतः। विद्धि मां, विद्धि मां इत्युक्ते भवान् मां जानातु इति अर्थः, इत्युक्ते त्वं जानीहि, त्वं मां जानीहि इति अर्थः। इत्युक्ते तत्र श्लोकः किं वदति इत्युक्ते, तत्र भगवद्गीतायां दशमाध्यायस्य सप्तविंशतितमः श्लोकः अस्ति, तस्मिन् श्लोके विद्धि मां इति आयाति। श्लोकः किं वदति इत्युक्ते, अश्वानाम् अमृतोद्भवम् उच्चैश्रवं गजेन्द्राणाम् ऐरावतः नराणां नराधिपः। एतानि त्रीणि च मां विद्धि, मां विद्धि इत्युक्ते तत्र अध्यायस्य नाम किं, दशमाध्यायस्य नाम विभूतियोगः, विभूतियोगे श्लोकः अस्ति। तत्र सः किं वदति, यदा देवासुरैः अमृतमथनं कृतं तदा उच्चैश्रवाः नाम एकः अश्वः उत्पन्नः, सः अश्वः बहुश्रेष्ठः, अश्वेषु सः अश्वः सर्वोत्कृष्टः अथवा श्रेष्ठतमः, अश्वेषु सः उच्चैश्रवः, तम् अश्वं मां जानीहि, तथा एव गजश्रेष्ठेषु ऐरावतः एकः अथवा गजेषु ऐरावतः श्रेष्ठः, सः ऐरावतः ऐरावतं मां विद्धि, मनुष्येषु नराधिपः, नराधिपः इत्युक्ते राजा, मनुष्येषु राजा एव अहम् इत्युक्ते परमात्मा। विभूतियोगे किं वदति इत्युक्ते, परमात्मनः अंशाः कुत्र कुत्र सन्ति, वयं सर्वे परमात्मनः अंशाः कुत्र द्रष्टुं शक्नुमः इति तस्मिन् अध्याये विभूतियोगे सः वदति। इत्युक्ते एतावता अस्य कः अर्थः इत्युक्ते, रिकग्नैज् मी, रिकग्नैज् देम् आल् एज् मी, गजेषु ऐरावतः, अश्वेषु उच्चैश्रवाः, नरेषु मनुष्येषु नराधिपः, एतत् सर्वम् अहमेव इति परमात्मा वदति। इत्युक्ते गीतायाम् अयं श्लोकः अस्ति, किन्तु व्याकरणरीत्या वयं पठामश्चेत् अत्र विद्धि इति पदमस्ति। कोऽपि जानाति वा विद्धि कीदृशं रूपं? मध्यमपुरुष, वदतु भगिनि। मध्यमपुरुष लोट्लकार, एकवचन, एकवचनं, एकवचनरूपम्। उत्तमं, मध्यमपुरुष लोट्लकाररूपं। किन्तु अत्र विद् एकः धातुः अस्ति, विद् धातोः रूपम् एव विद्धि। विद् धातुः बहुषु गणेषु अस्ति, किन्तु विद् धातुः अदादिगणे अस्ति, एकः धातुः अदादिगणीयविद् धातुः अस्ति। तत्र अदादिगणे विद् धातोः अर्थः ज्ञाने, ज्ञाने इत्यस्मिन् अर्थे विद्धातुः अदादिगणे अस्ति, तत्र सकर्मकधातुः परस्मैपदिरूपम् अस्ति, तत्र लट्लकाररूपाणि कथं भवन्ति, वेत्ति साधारणतया वयं शृणुमः शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणिः, तत्र लट्लकाररूपं वेत्ति, प्रथमपुरुषे एकवचनरूपं वेत्ति, किन्तु रूपाणि कथं भवन्ति, वेत्ति विदतु वेत्ति वित्तः विदन्ति, वेत्सि विदथुः वित्थ, वेद्मि विद्वः विद्मः, इत्युक्ते किञ्चित् रूपाणि नूतनानि अस्माकं कृते, किन्तु बहुवारं पठामश्चेत् वयं किञ्चित् अवगन्तुं शक्नुमः. अत्र विद् धातोः रूपमेव विद्धि, किन्तु लट्लकाररूपं नास्ति, लोट् रूपं, लोट्लकारः मध्यमपुरुष एकवचनरूपं. विद्धि इत्युक्ते तस्य पर्यायवाचकपदं, विद्धि इत्युक्ते किम् एकवारं वदतु इति कोऽपि पृच्छति चेत् विद्धि इत्युक्ते जानीहि, जानीहि इति पदमपि लोट्लकारमध्यमपुरुष, किन्तु धातुः ज्ञाधातुः, ज्ञाधातुः उभयपदी धातुः, वयं जानीमः जानाति जानीते, रूपद्वयमस्ति ज्ञाधातोः रूपाणि. विद्धि इत्युक्ते एतावता जानीहि इत्युक्ते मां जानातु, आङ्ग्लभाषायां किं वदामः नो मी, विद्धि माम् इत्युक्ते नो मी, मां जानीहि इति अर्थः. तादृशरीत्या वयं साधारणतया परिचयं कुर्मः. उत्तमम्, अग्रे गच्छेम. द्वितीयपुटे किमस्ति अत्र, अत्र पुरुषः शीतल भगिनी, हा शीतल भगिनी भवती पठितुम् इच्छति वा अत्र अग्रिमे पुटे? पठतु. पुरुषः स उच्चैः उच्चैः पठत लिखत च, सः सा तत् एषः एषा एतत्, शिक्षकः सैनिकः नकुलः द्रोणः गजः सिंहः दीपः सहोदरः रथः बाणः आचार्यः खड्गः शिष्यः चापः रसिकः वृक्षः एषः शिक्षकः. अत्र भगिनी इतोपि वयं किञ्चित् चिन्तनं कुर्मः. अत्र उपरि पश्यतु, पुरुषः सः इति लघुवाक्यमस्ति. सः कः? सः पुरुषः. इत्युक्ते भवती यद् जानाति किञ्चित् वदतु पुरुषः सः इत्यस्मिन् विषये. पुरुषः रामवत् अकारान्त शब्दः, अन्यपुरुष अन्य पुरुष एकवचनं, अत्र पश्यतु पुरुषः इति पदं लिङ्गं किं? पुल्लिङ्गं. पुंलिङ्गं, पुंलिङ्गम् अकारान्तपदमस्ति इत्युक्ते सुबन्तपदं, सुबन्तपदम्. अत्र पुरुषः इति पदं रामशब्दवत्. पुरुषः सः पुरुषः. अत्र पश्यतु, अत्र उपरि कानिचन पदानि सन्ति. कति पदानि सन्ति उपरि आवरणे इन् द ब्राकेट्? सः सा तत् एषः एषा एतत्. उत्तमं. कति पदानि आहत्य? षट् पदानि सन्ति. अपि च अत्र पुरुषः सः, सः एषः एतत् शब्दस्य प्रथमपुरुष एकवचनं सः इत्युक्ते सः एषः सर्वनामपदद्वयम्. सः पुरुषः, सः पुरुषः कः पुरुषः? यदि सः पुरुषः समीपे अस्ति चेत् एषः पुरुषः इति वदामः, यदि पुरुषः दूरे अस्ति चेत् सः पुरुषः इति वदामः. इत्युक्ते सः एषः एतत् पदद्वयं यद्यपि सर्वनामपदमस्ति तथापि तत्र समीपे अस्ति चेत् एषः, दूरे अस्ति चेत् सः इति वदामः. इतोपि वदति वा अत्र? एकवारं चित्रं पश्यतु, चित्रं दृष्ट्वा भवती किम् अवगतवती एकवारं वदतु. अत्र चित्रमस्ति. आं भगिनि, रथे कृष्णः अर्जुनः अस्ति. कृष्णः अर्जुनस्य वदति सः सूर्यः अस्ति. एषः जयद्रथः अस्ति. सूर्यः अस्ति पुल्लिङ्गे. जयद्रथः समीपे अस्ति चेत् एषः जयद्रथः. उत्तमम्. इत्युक्ते अत्र कृष्णः वदति, कृष्णः अर्जुनम् उद्दिश्य वदति, किं वदति? सः सूर्यः, एषः जयद्रथः. सः सूर्यः, तत्र सः इति किमर्थं वदति? पुनः वदतु. सः सूर्यः दूरे अस्ति चेत् सः सूर्यः. सूर्यः दूरे अस्ति अतः सः सूर्यः इति वदति. किन्तु जयद्रथः तस्य समीपे अस्ति. अथवा संस्कृतभाषायाम् इतोपि पदानि सन्ति, समीपः, तत्र समीपे अस्ति अथवा निकटे अस्ति, सकाशे अस्ति अथवा सविधे अस्ति अथवा पार्श्वे अस्ति. एतानि सर्वाणि पदानि पर्यायवाचकपदानि. पार्श्वः, निकटः, सकाशः. तत्र कृष्णस्य सविधे, कृष्णस्य समीपे, कृष्णस्य पार्श्वे, कृष्णस्य सकाशे, निकटे. उत्तमम्. कः अस्ति कृष्णस्य समीपे? जयद्रथः. जयद्रथः. उत्तमं भगिनि. अनन्तरम् अत्र वदतु. एषः जयद्रथः अस्ति. अन्यः एकः पुरुषः अपि अस्ति न भगिनि? अन्यः एकः पुरुषः अपि अस्ति. सः कः भवती वदतु? सः जयद्रथस्य मित्रम् अस्ति. जयद्रथस्य मित्रं वा? दुर्योधनः. अस्तु, अहं न, तत्र न लिखितमस्ति, तदर्थं केवलं ऊहां कुर्मः तत्र किम्. दुर्योधनस्य आवुत्तः अस्ति भगिनि जयद्रथः, दुस्सलाया. दुर्योधनस्य आवुत्तः. दुश्शलायाः पतिः. उत्तमम्. इत्युक्ते तत्र केवलम् ऊहां कृत्वा सः दुर्योधनः अपि भवितुमर्हति. उत्तमम्. अनन्तरम् अत्र इतोपि किम् अस्ति अत्र? अत्र आवरणे पदानि सन्ति. वामपार्श्वे कानिचन पदानि, दक्षिणपार्श्वे अपि च कानिचन पदानि सन्ति. आहत्य षोडशपदानि सन्ति. तत्र एकवारं वयं पदानि परिशीलयामश्चेत् तत्र किञ्चित् भेदः दृश्यते. अत्र पश्यन्तु, वामपार्श्वे शिक्षकः, सैनिकः, नकुलः, द्रोणः, गजः, सिंहः, दीपः, सहोदरः. अष्टपदानि सन्ति. अत्र पश्यन्तु, दीपः इत्युक्ते वस्तुनः नाम. दीपः, गजः, सिंहः, ते नकुलः, नकुलः अपि जन्तोः नाम एव. नकुलः इत्युक्ते, यद्यपि नकुलः पाण्डवेषु अन्यतमः, किन्तु नकुलः इत्युक्ते मङ्गूस् इति अर्थः अपि अस्ति संस्कृतभाषायां. गजः एकः जन्तुः, जन्तुविशेषः. सिंहः एकः जन्तुविशेषः. इत्युक्ते अत्र संस्कृतभाषायां पदानि तत्र जनानां नाम अपि भवितुमर्हन्ति. सुबन्तपदानि, जन्तुनः नामानि अपि भवन्ति, अथवा वस्तुनः नामानि अपि भवितुमर्हन्ति. इत्युक्ते अत्र गजः अपि च सिंहः जन्तुविशेषाः, दीपः वस्तु. किन्तु शिक्षकः, सैनिकः, द्रोणः, द्रोणः इत्युक्ते तस्य नाम. द्रोणः, सहोदरः इति पदमस्ति. इत्युक्ते तत्र आहत्य एतानि सर्वाणि सुबन्तपदानि, नामपदानि. आङ्ग्लभाषायां वदामश्चेत् नौन्स् इति वदामः. आङ्ग्लभाषायाम् अपि तत्र नौन्स् दे आर् केटगरैज्ड् इन् टु डिफ्रेण्ट् वेरैटीस्, प्रापर् नौन्स् लैक् देट्, रैट्? इन् द सेम् वे अत्रापि संस्कृतभाषायाम् अपि एतानि पदानि सुबन्तपदानि. अत्र अस्माकं कृते उदाहरणार्थं वाक्यद्वयं लिखितमस्ति. एषः शिक्षकः, एषः नकुलः. अन्यानि पदानि, अन्यानि वाक्यानि अस्माभिः लेखनीयानि. अत्र एषः शिक्षकः, यदि एकवारं अन्यं पश्यामश्चेत् सः कः इति प्रश्नः मनसि आयाति एव. सः कः? अत्र यदि अन्यं पुरुषं पश्यामश्चेत् अथवा महिलां पश्यामश्चेत् सा का, सः कः इति प्रश्नः मनसि आयाति, मनसि उदेति. तदर्थमेव अत्र एषः कः इति प्रश्नं पृच्छामश्चेत् तत्र उत्तरं किं लिखितमस्ति? एषः शिक्षकः. अपि च एषः कः, एषः नकुलः इति लिखितमस्ति. अन्यानि वाक्यानि, शोभा भगिनी भवती करोतु अन्यानि वाक्यानि. आं भगिनि, सः कः, सः सैनिकः, अथवा एषः कः, एषः सैनिकः. तत्र सर्वाणि पदानि करोमि वा? सः कः, सः नकुलः. एषः कः, एषः नकुलः. सः कः, सः द्रोणः. एषः कः, एषः द्रोणः. सः कः, सः गजः. एषः कः, एषः गजः. सः कः, सः सिंहः. एषः कः, एषः सिंहः. सः कः, सः दीपः. एषः कः, एषः दीपः. सः कः, सः सहोदरः. एषः कः, एषः सहोदरः. अग्रे अपि करोमि वा? अत्र भवती सम्यक् कृतवती. अत्र अहं चिन्तयामि, अत्र वामभागे अष्टपदानि सन्ति, तेषाम् उपयोगं कृत्वा अष्टवाक्यानि लेखनीयानि. अपि च दक्षिणपार्श्वे यानि पदानि सन्ति तानि उपयुज्य अष्टवाक्यानि लेखनीयानि. तादृशरीत्या अत्र कर्तव्यम्. इत्युक्ते अत्र एषः सः इति पदद्वयस्य उपयोगं कथं कुर्मः इति अत्र दत्तमस्ति. इत्युक्ते एषः शिक्षकः एषः नकुलः, एषः सैनिकः, एषः द्रोणः, एषः गजः, एषः सिंहः, एषः दीपः, एषः सहोदरः, तथा वदामः. अधुना दक्षिणभागे, दक्षिणभागे इत्युक्ते रैट् हेण्ड् सैड् इत्युक्ते तत्र दक्षिणभागे सह योजयित्वा वाक्यानि लेखनीयानि. अधुना वदतु. कः स्थ कः सः सः रथः सः कः सः रथः सः कः सः बाणः सः कः सः आचार्यः सः कः सः खड्गः सः कः सः शिष्यः सः कः सः चापः सः कः सः रथिकः सः कः सः वृक्षः इति. उत्तमम्. अत्र चापः इति पदं किञ्चित् नूतनं पदं, वदतु. चापः इत्युक्ते कः? चापः इत्युक्ते बो इति अस्ति भगिनि, तुणि. अनन्तरं रथिकः, रथिकः इत्युक्ते कः? रथिकः इत्युक्ते रथे कः स्तः स्थितः सः रथिकः, यः रथे तिष्ठति सः रथिकः. उत्तमं, तदेव. अनन्तरम् अत्र वयं पूर्वमेव पठितवन्तः एतत् सर्वम् अत्र. धन्यवादः भगिनि. अनन्तरम् अत्र भानुचैतन्या महोदय, भवान् करोति वा अधुना? अत्र अग्रे किं लिखितमस्ति, किं करणीयं महोदय? अत्र चित्रं दृष्ट्वा, अत्र तत्र चित्रं दृष्ट्वा भवान् किम् अवगतवान् वदतु. उपरि गान्धारी न, उपरि तद् यदस्ति एषः जयद्रथः सूर्यः, तद्वा? तदभवत्, तदभवत्. अधुना अत्र गान्धारी, कुन्ती, तत्र एकं चित्रमस्ति, तद् दृष्ट्वा किञ्चित् वदतु स्वस्य वाक्यैः. अत्र द्वे त्रयौ दृश्यते, एका नाम गान्धारी, द्वितीया नाम कुन्ती, मध्ये एकः पुरुषः अस्ति, प्रायः तस्य नाम धृतराष्ट्रः. धृतराष्ट्र कोऽपि कोऽपि कोऽपि भवितु उत्तमम्. इत्युक्ते अत्र गान्धारी इति पदं कीदृशं पदम्? ईकारान्त स्त्रीलिङ्गपदं गान्धारी, नामपदम्. नामपदं कुन्ती, कुन्ती अपि ईकारान्त स्त्रीलिङ्गपदम्. उत्तमम्. एकवारं कुन्ती शब्दस्य रूपाणि वदतु, प्रथमान्त प्रथमाविभक्त्यन्तरूपाणि. कुन्ती, कुन्त्यौ, कुन्त्यः. उत्तमम्. अत्र अस्मिन् पुटे रक्तवर्णे एषा इति लिखितमस्ति, अपि च एषा गान्धारी, सा कुन्ती इति लिखितमस्ति, किमर्थं तथा? चित्रं दृष्ट्वा अवगतम् अस्ति, अवगमनम् अस्ति. एषा इत्युक्ते पार्श्वे यदस्ति तस्य प्रयोगम् एषा इति पदेन सूच्यते, दूरस्थवस्तु यदस्ति तस्य सूचनार्थं सा इति शब्दप्रयोगमस्ति. उत्तमं, तदेव. इत्युक्ते अत्र गान्धारी तस्य पुरुषस्य समीपे अस्ति, तदर्थं सः किं वदति, एषा गान्धारी इति वदति. किन्तु कुन्ती दूरे अस्ति इति कृत्वा सा कुन्ती इति, तथा एव वयमपि यदा यदा कदापि वस्तुः समीपे अस्ति चेत् लिङ्गम् अनुसृत्य, यदि वयं तत्र लिङ्गं जानीमश्चेत् साधारणतया लिङ्गम् आधारीकृत्य वक्तव्यं. यदि लिङ्गं न जानीमश्चेत् डिफाल्ट् कृत्वा नपुंसकलिङ्गे अपि वक्तुं शक्नुमः. कथम्? एतत् किम् इति वदामश्चेत् पर्याप्तं भवति. यदि वयं स्पष्टतया तस्य वस्तुनः अथवा तत्र पुरुषः अस्ति वा महिला अस्ति वा तत्र अथवा वस्तुनः नाम वयं स्पष्टतया जानीमश्चेत् साधारणतया लिङ्गम् आधारीकृत्य एव तत्र सर्वनामपदं वा भवतु नामपदं वा भवतु लिङ्गमाधारीकृत्य एव अस्माभिः वक्तव्यम्. यदि न जानीमश्चेत् केवलं नपुंसकलिङ्गे एतत् किम् इति वदामश्चेत् पर्याप्तं भवति. उत्तमम्. अनन्तरम् अत्र भगिनी वदतु, कृपया गान्धारी इति नामस्य विवरणं करोति वा भगिनि? गान्धारी अपि च कुन्ती इति नामस्य. अहं चिन्तयामि गान्धारी इत्युक्ते तत्र तद्धितान्तपदम् इति गान्धारदेश गान्धारस्य राजकुमारी गान्धारी. राजकुमारी गान्धारी तदेव. कुन्ती अपत्यं स्त्री, कुन्तिभोजस्य अपत्यं स्त्री इति वदामः. अपत्यम् इत्युक्ते पुत्रः वा अथवा पुत्री वा भवति. अपत्यं पुमान्, अपत्यं स्त्री. दशरथस्य अपत्यं पुमान् दाशरथिः, तथा एव अत्रापि कुन्ती. तावदेव. अनन्तरम् अत्र इतोपि किं लिखितमस्ति इत्युक्ते एतावता स्त्रीलिङ्गे येष समीपे अस्ति चेत् एषा इति पदस्य उपयोगं कुर्मः, दूरे अस्ति चेत् सा इति वदामः. सा कुन्ती. सा का? सा कुन्ती. एषा का? एषा गान्धारी. अनन्तरम् अत्र अन्ये के सन्ति? नारायणराव् नाम्ना एकः अस्ति, सः पठितुमिच्छति वा अत्र? नो चेत् अत्र वंशसुधा भगिनी भवती पठतु, अग्रे किमस्ति? आं भगिनि, तत् वामहस्ते दक्षिणहस्ते कोष्टकम् अस्ति, तत् पठनीयं वा भगिनि? शिक्षिका, एषा शिक्षिका, तत् सर्वम् एषा एव उपयोगं कुर्मः वा भगिनि? अस्तु. एषा शिक्षिका, एषा भक्ता, एषा माला, एषा सेना, एषा द्विचक्रिका, एषा लता, एषा गुलिका, एषा गीता. सर्वाणि पदानि पार्श्वे निकटे अस्ति, अतः एषा इति उपयोगं कुर्मः. सर्वे स्त्रीलिङ्गे अस्ति, अतः एषा इति उपयोगं कुर्मः. सर्वे स्त्रीलिङ्गे अस्ति, तत्र कथं वक्तव्यं? सर्वाणि पदानि स्त्रीलिङ्गे सन्ति. सर्वाणि पदानि स्त्रीलिङ्गे सन्ति. वामभागे, वामभागे अथवा वामपार्श्वे कतिचन पदानि सन्ति. अनन्तरम् अत्र आवरणे अत्र अष्टपदानि सन्ति. एतानि पदानि दृष्ट्वा भवती किम् अवगतवती? अत्र किञ्चित् वदतु इतोपि. तत्र वस्तूनि अपि सन्ति, अथवा शिक्षिका, महिला अपि सन्ति, शिक्षिका, भक्ता, माला, सेना इति अपि स्त्रीलिङ्गे भवति. सेना वस्तु अस्ति. लता, गुलिका, द्विचक्रिका. उत्तमम्. अस्तु, तदेव तदेव. इत्युक्ते तत्र द्विचक्रिका अपि च गुलिका, लता एतानि पदानि वस्तुनः नाम भवति, साधारणः वस्तु विशेषः एव. किन्तु शिक्षिका, भक्ता, माला अपि वस्तु एव. अपि च माला इति पदं महिलायाः नामपदम् अपि भवितुमर्हति. यथा गीता इति भगवद्गीतापुस्तकमपि भवितुमर्हति, अथवा अन्य कस्यचित् अपि कस्याश्चित् महिलायाः नाम अपि भवितुमर्हति. गीता उत्तमम्. अत्र गुलिका इति नूतनपदमस्ति. गुलिका इत्युक्ते किं? टेब्लेट् आङ्ग्लपदं वदामि. औषधम्. औषधम् इत्युक्ते यत् गोलाकारे अस्ति सा एव गुलिका इति अहं चिन्तयामि. अस्तु, वदतु भगिनि. घण्ट अर्धः अस्ति. कण्ठेन स्वीकरोति. ओ तथा भवति वा. गुलिका किमपि चिन्ता मास्तु अत्र. अनन्तरं भवती एव वदतु भगिनि. अत्र अत्र दक्षिणभागे किं लेखनीयम्? अत्र अस्माकं कृते वाक्यद्वयं लिखितमस्ति. सा गायत्री, सा द्रौपदी. भवती करोतु अत्र. भगिन्याः नाम अहं सूर्यकुमारी. सूर्यकुमारी भगिनि. सा गायत्री, सा दूरवाणी, सा द्रौपदी, सा मात्री, सा लक्ष्मीः, सा गठी, सा पार्वती, सा सत्यवती. एतानि पदानि पठित्वा भवती किम् अवगतवती? अत्र कोऽपि अत्र कीदृशानि पदानि सन्ति? भवती यद् जानाति तद् वदतु. नामपदानि सन्ति, वस्तूनि वस्तूनि. अत्र वस्तु वस्तुविशेषः इत्युक्ते अत्र घटी. घटी इति एकः वस्तु एव. एकं वस्तु दूरवाणी. एकं दूरवाणी अपि एकं वस्तु. तत् त्यक्त्वा अन्यानि पदानि, गायत्री, द्रौपदी, माद्री, पार्वती, सत्यवती, एतानि पदानि नामपदानि. किन्तु एतानि पदानि सर्वाणि अपि तद्धितप्रत्ययान्तरूपाणि. अग्रे गत्वा वयं पठिष्यामः. पार्वती आदिवृद्धिः भवति. पर्वतराजस्य अपत्यं पुमान्, अपत्यं स्त्री पार्वती. पर्वतराजस्य पुत्री पार्वती. द्रुपदस्य पुत्री द्रौपदी. द्रुपदः तत्र साधारणतया तद्धितप्रत्ययान्तरूपेषु आदिवृद्धिः भवति. अतः पर्वतराजस्य पुत्री पार्वती, अकारस्य वृद्धिः आकारः. तथा एव द्रुपदः, द्रु उकारः अस्ति. उकारस्य वृद्धिसंज्ञकवर्णः औ. उकारस्य आदिवृद्धिः भवति. अतः द्रुपदः, द्रुपदस्य पुत्री द्रौपदी. अपि च मद्र, मद्रदेशस्य राजकुमारी. तदर्थमेव तस्याः नाम माद्री इति भवति. अत्र पश्यन्तु, सत्यवती इति एकं पदम् अस्ति. पुंलिङ्गे वदामश्चेत् किं वदामः? सत्यवतः. सत्यवान्. उत्तमम्. सत्यवान्. सत्यवान् शाणच् नास्ति. किं वदामः? सत्यवान्. न तत्र अत्र एकवारं वदामि. सत्यवान्, सत्यवती इति वदामश्चेत् तत्र मतु प्रत्ययान्तरूपं. यस्य, यस्मिन् सत्यमस्ति. यस्य यस्मिन् सत्यमस्ति सः सत्यवान्. पुंलिङ्गे वदामश्चेत् सत्यवान्. स्त्रीलिङ्गे वदामि चेत् सत्यवती. तादृशानि पदानि. तत्र मतु प्रत्ययः अस्ति, यथा गुणवान् गुणवती तादृशरीत्या. अत्र एकमेव पदं किञ्चित् भिन्नं पदमस्ति, लक्ष्मीः. तत्र तादृशानि पदानि, तेषाम् अन्ते विसर्गः दृश्यते. अत्र लक्ष्मीः, श्रीः, तादृशानि पदानि, कानिचन पदानि सन्ति, तेषाम् अन्ते सर्वदा विसर्गः आयाति. तत्र रूपाणि कथं वक्तव्यानि? लक्ष्मीः, लक्ष्म्यौ, लक्ष्म्यः, तादृशरीत्या भवन्ति इति मम चिन्तनं. भवते एव करोतु. अत्र अन्यानि वाक्यानि वदतु. न अवगतम्, अन्यानि वाक्यानि? हा, इत्युक्ते तत्र वाक्यद्वयं लिखितमस्ति, सा गायत्री, सा द्रौपदी इति लिखितमस्ति. अन्यानि वाक्यानि भवती करोतु. सा दूरवाणी, सा द्रौपदी, सा मात्री, सा लक्ष्मी, सा गठी, सा पार्वती, सा सत्यवती, सा खा. उत्तमं, वदतु वदतु. सा खा, सा गायत्री, सा दूरवाणी, सा द्रौपदी, सा मात्री, सा लक्ष्मी, सा गति, सा पार्वती, सा सत्यवती. इत्युक्ते तत्र सा का इति प्रश्नवाचकवाक्यम् अस्ति, तस्य उत्तरं तत्र दृष्ट्वा, सा का इत्युक्ते तत्र किमस्ति इति दृष्ट्वा एव तत् किम् इति वक्तव्यं. सा का इत्युक्ते सा गायत्री अथवा सा द्रौपदी, किमपि. इत्युक्ते अस्मिन् पुटे एषा, सा इति पदद्वयम् अस्माभिः पठितम्. अत्र स्त्रीलिङ्गे एषा समीपे अस्ति चेत्, दूरे अस्ति चेत् सा इति वदामः. अत्र एषा, सा इति पदद्वयं पठितवन्तः, अपि च एषः, सः इति पदद्वयमपि वयं ज्ञातवन्तः. किन्तु अत्र एतेषां पदानां प्रातिपदिकं किम्? कः वदति? लकारान्तपुंलिङ्गः तद् शब्दः सः. उत्तमम्. इत्युक्ते तत्र दकारान्तपदं तद् शब्दः, तत् शब्दस्य रूपमेव पुंलिङ्गे सः, स्त्रीलिङ्गे सा भवति. तद् स्त्रीलिङ्गे सा भवति, पुंलिङ्गे सः, किन्तु तत् शब्दस्य रूपाणि. किन्तु एतद् शब्दस्य रूपाणि पुंलिङ्गे एषः, स्त्रीलिङ्गे एषा, नपुंसकलिङ्गे एतदेव तिष्ठति. तत्र नपुंसकलिङ्गे एतद् भवति, पुंलिङ्गे तस्य रूपाणि भिन्नानि भवन्ति. तथा एव अत्र एतत् शब्दस्य रूपाणि त्रिषु लिङ्गेषु अस्माभिः ज्ञातव्यानि. तद् शब्दस्य रूपाणि अपि त्रिषु लिङ्गेषु अस्माभिः ज्ञातव्यानि. अत्र कोऽपि स्मरति वा ये तद् शब्दस्य रूपाणि, किञ्चित् वदति वा? अहं वदामि भगिनि. वदतु. दकारान्तः पुंलिङ्गः तद् शब्दः, सः, तौ, ते, तं, तौ, तान्, तेन, ताभ्यां, तैः, तस्मै, ताभ्यां, तेभ्यः, तस्मात्, ताभ्यां, तेभ्यः, तस्य, तयोः, तेषां, तस्मिन्, तयोः, तेषु. उत्तमम्, उत्तमं भगिनि. अनन्तरम् अत्र भवती पुंलिङ्गे उक्तवती, कोऽपि वदति वा अत्र स्त्रीलिङ्गे एषा शब्दः वा अथवा सा शब्दस्य रूपाणि वा कोऽपि वक्तुमिच्छति वा? अहं वदामि, अहं वदामि. अरुणा भगिनी वदतु. सा, ते, ताः, तां, ते, ताः, तया ताभ्यां ताभिः तस्यै ताभ्यां ताभ्यः तस्याः ताभ्यां ताभ्यः तस्याः तयोः तासां तस्यां तयोः तासु उत्तमम् इत्युक्ते तत् शब्दस्य रूपाणि एकविंशतिरूपाणि भवन्ति पुंलिङ्गे एकविंशतिरूपाणि स्त्रीलिङ्गे एकविंशतिरूपाणि सन्ति नपुंसकलिङ्गे अपि एकविंशतिरूपाणि भवन्ति तत् शब्दस्य रूपाणि तथा एव यदि एकवारं वयं तत् शब्दस्य रूपाणि जानीमश्चेत् एतत् शब्दस्य रूपाणि बहु सुलभानि तत्र प्रयासः नास्ति एकवारं तत् शब्दं जानीमश्चेत् एतत् शब्दः अपि वयं सुलभतया वक्तुं शक्नुमः उत्तमम् अनन्तरम् अग्रिमे पुटे अत्र किमस्ति अत्र लक्ष्मीश्रीनिवासन् भगिनी अस्ति भवती पठितुमिच्छति वा भगिनि अत्र पठतु अग्रिमे पुटे किञ्चित् लिखितमस्ति अग्रिमे पुटे पठितुमिच्छति वा नो चेत् शृणोति वा चक्रं वदतु तत् स्यन्दनम् अत्र चित्रं दृष्ट्वा भवती किम् अवगतवती तत्र सः किं वक्तुमिच्छति तत्र एकः पुरुषः अस्ति सः पुरुषः अस्ति चक्रमस्ति स्यन्दन तत्र स्यन्दनमस्ति इत्युक्ते स्यन्दनम् इति एकं नूतनं पदं स्यन्दनम् इत्युक्ते रथः चार्यट् चार्यट् स्यन्दनम् इत्युक्ते रथः अत्र सः पुरुषः किं वक्तुमिच्छति पुरुषस्य पार्श्वे रथचक्रमस्ति अतः एतत् चक्रं तत् स्यन्दनम् इति वदति अत्र पश्यतु चक्रं स्यन्दनम् इति पदद्वयं नपुंसकलिङ्गपदं कथं जानीमः अत्र भानुचैतन्यमहोदय भवान् वदतु कथं जानीमः पदं नपुंसकलिङ्गमस्ति वा पुंलिङ्गमस्ति वा स्त्रीलिङ्गमस्ति वा साधारणतया प्रारम्भिकचरीय छात्राणां कृते कथम् अभिज्ञातुं शक्नुमः पदं कीदृशं पदमस्ति लिङ्ग निर्धारणं कथं कुर्मः साधारणतया शृणोतु भगिनि महोदय वदतु विसर्गम् अन्तिमवर्णं विसर्गः अस्ति चेत् तत् पुल्लिङ्गः इति ज्ञातुं शक्यते प्रायः तथैव दीर्घमस्ति चेत् आकारान्त वा ईकारान्त वा तर्हि तत् स्त्रीलिङ्गः इति अहं चिन्तयामि अन्तिमं मकारः अस्ति चेत् तत् नपुंसकलिङ्गः उत्तमम् इत्युक्ते अन्ते साधारणतया अत्र यथा महोदयः उक्तवान् प्रायः इत्युक्ते सर्वदा तथा न भवति प्रारम्भिकस्तरीयछात्राणां कृते कथम् अभिज्ञातुं शक्नुमः इत्युक्ते साधारणतया अन्ते मकारः अस्ति चेत् नपुंसकलिङ्गपदम् अन्ते विसर्गः अस्ति चेत् पुंलिङ्गपदं पश्यतु अत्र पूर्वस्मिन् पुटे कानिचन पदानि दत्तानि यथा तत्र शिक्षकः सैनिकः नकुलः द्रोणः रथः बाणः इत्युक्ते एतादृशेषु पदेषु अन्ते विसर्गः अस्ति तदर्थं तानि पदानि पुंलिङ्गपदानि इति किञ्चित् वयम् अभिज्ञातुं वी केन् रिकग्नैज् दट् कर्तुं शक्नुमः अन्ते मकारः श्रूयते अत्र पश्यन्तु पदानि चक्रं स्यन्दनं वस्त्रं नारिकेलं द्वारं व्यजनं कन्दुकं दूरदर्शनं गाण्डीवं कवचम् इत्युक्ते एतेषु पदेषु अन्ते मकारः अस्ति, तदर्थम् एतानि पदानि नपुंसकलिङ्गपदानि इति. साधारणतया संस्कृतव्याकरणे आरम्भे साधारणनियमाः वदन्ति, तदनन्तरं विशिष्टनियमान् जानीमः. आरम्भे साधारणनियमं ज्ञात्वा पठामः, तदनन्तरं विशिष्टनियमान् अवगन्तुं शक्नुमः. फस्ट् दे विल् एक्स्प्लेन् ए रूल्, तदनन्तरं दे विल् वैयाकरणाः, दे इत्युक्ते अत्र वैयाकरणाः एक्सेप्षन्स् वदन्ति. आरम्भे नियमान् वदन्ति, तदनन्तरं एक्सेप्षन्स् आयान्ति. अत्र एतानि पदानि नपुंसकलिङ्गपदानि. अत्र सूर्यकुमारी भगिनी भवती पठतु, अत्र आवरणे किं लिखितमस्ति? मम पौत्री अस्ति, एतत् चक्रं नो चेत् भवती शृणोति वा? अत्र भवती शृणोतु, अत्र शोभा भगिनी भवती पठतु. आं भगिनि, उच्चैः पठत तत्र वा? उपरि पठतु. वस्त्रं नारिकेलं द्वारं व्यजनम् अपि च कन्दुकं दूरदर्शनं गाण्डीवं कवचं, तत्र एतत् पदस्य उपयोगं कृतः. एतत् वस्त्रम्, एतत् नारिकेलम्, एतत् द्वारम्, एतत् व्यजनं, तत्र समीपे अस्ति चेत् एतत् पदस्य नपुंसकलिङ्गस्य पदस्य सह उपयोगं कर्तव्यम्. अपि च दूरे अस्ति चेत् तत् कन्दुकं, तत् दूरदर्शनं, तत् गाण्डीवं, तत् कवचम् इति भवति. उत्तमम्. इत्युक्ते नपुंसकलिङ्गे तत्र सर्वनामपदं किम् अस्ति? एतत् अथवा तत्. अत्र तत् एतत् इति पदद्वयं नपुंसकलिङ्गे एव आयाति. एतत् वस्त्रम्, वस्त्रम् इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा, एतत् किम् इति प्रश्नं पृच्छामश्चेत् एतद् वस्त्रम्, एतत् किम्, एतत् नारिकेलं, तथा वक्तव्यं. तद् यथा भवती उक्तवती, तद्वस्तु दूरे अस्ति चेत् तत् किम् इति प्रश्नः आयाति. तत् किम् इत्युक्ते तत् कन्दुकम् अथवा तद् दूरदर्शनं किमपि. अत्र व्यजनम् इति एकं नूतनं पदमस्ति. अहं चिन्तयामि अन्यानि पदानि वयं जानीमः एव. व्यजनम् इत्युक्ते किम्? व्यजनम् इत्युक्ते फ्यान् इति अस्ति. फ्यान्. अनन्तरं गाण्डीवम् इति एकं पदमस्ति, तत् किम्? गाण्डीवम् अर्जुनस्य विशिष्टः चापः अस्ति. अत्र चापः इत्युक्ते आरो, धनुः. ओ, चापः इत्युक्ते आरो. अस्तु अस्तु, धनुः. धनुः, धनुः इति पदं, धनुः, धनुषी, धनूंषि, तत्र शकारान्तपदं, शकारान्तपदम् इत्युक्ते किं वदामः? गाण्डीवम् अर्जुनस्य धनुः, धनुषस्य नाम, धनुषः नाम, धनुषः षष्ट्यन्तं रूपं धनुषः, धनुषः नाम इति वक्तव्यम्. उत्तमम्. अनन्तरम् अत्र अग्रे पठतु, भवती एव पठतु, अग्रे किमस्ति? उच्चैः पठत लिखत च, तत्र कः, कौ, के एतानि प्रश्नवाचक शब्दानि दत्तम्. एषः अश्वः, एषः कः इत्यस्य उत्तरम् एषः अश्वः, एते कौ इत्यस्य उत्तरम् एतौ अश्वौ, तौ क्षम्यताम् एतौ कौ एतौ अश्वौ, एते काः एते अश्वाः इति इत्युक्ते चित्रं अत्र त्रीणि चित्राणि सन्ति, तानि दृष्ट्वा भवती अत्र अस्माकम् अवगमनं किं भवेत्? तत्र एकवचने एषः अश्वः, द्वितीयस्थाने द्वौ अश्वौ स्तः, एतौ अश्वौ, अपि च तृतीय चत्वारि अश्वाः सन्ति, तत्र एते अश्वाः, एकवचने द्विवचने बहुवचने दत्तमस्ति. उत्तमम्. इत्युक्ते संस्कृतभाषायां पदानि नामपदानि त्रिषु वचनेषु भवन्ति. अत्र एषः शब्दस्य एकवचनरूपं द्विवचनरूपं बहुवचनरूपम्, एषः एकवचनरूपम्, एषः द्विवचनम्, एतौ बहुवचनरूपम्, एते. तथा एव अत्र उपरि किं लिखितमस्ति, प्रश्नवाचकशब्दाः सन्ति, तत्र कः शब्दः अस्ति, कः शब्दस्य रूपाणि कानि? प्रथमविभक्तौ कः कौ के, पुंलिङ्गे कः कौ के इति भवति. तत्र कः शब्दस्य प्रातिपदिकं किं, कोऽपि वदतु. किं किम्? उत्तमं. किं मकारान्तपदं, मकारान्त किं शब्दात्, तत्र किं शब्दात् नपुंसकलिङ्गे रूपाणि कथं भवन्ति, किं के कानि, किं के कानि तादृशानि रूपाणि भवन्ति, किन्तु पुंलिङ्गे कः कौ के इति रूपाणि भवन्ति. इत्युक्ते एतावता प्रातिपदिकं मकारान्तप्रातिपदिकं किं पुंलिङ्गे कः भवति, किन्तु स्त्रीलिङ्गे का भवति. अत्र इतोपि इत्युक्ते त्रिषु वचनेषु अत्र रूपाणि दत्तानि, इत्युक्ते सर्वनामपदस्य रूपाणि त्रिषु वचनेषु भिन्नानि, तथा एव नामपदस्य रूपाणि अपि त्रिषु वचनेषु भिन्नानि भवन्ति. अश्वशब्दः अकारान्तशब्दः अस्ति, अतः तस्य रूपाणि अश्वः, अश्वौ, अश्वाः इति भवन्ति. उत्तमं भगिनि. अनन्तरं वंशसुधा भगिनी भवती करोतु अग्रे. आं भगिनि, शोभा भगिनी यत् पठितवती कः कौके एषः अश्व, तत् अभवत् न भगिनि? एषः अश्वः पठितवती वा भगिनि? न. ओ अस्तु. एषः कः, एषः अश्वः, एतौ कौ, एतौ अश्वौ, एते के, एते अश्वाः, अश्वः, अश्वौ, अश्वाः, पुल्लिङ्गशब्दः अस्ति अश्वः, पुल्लिङ्गशब्दः त्रिषु वचनेषु अस्ति. अनन्तरमपि पठामि वा भगिनि? पठतु. एषः ग्रामः, एतौ ग्रामौ, एते ग्रामाः, एषः अनन्तरं पठामि वा? पठतु पठतु पठतु. एषः सर्पः, एतौ सर्पौ, एते सर्पाः, सर्पः अपि पुल्लिङ्गं भवति. एषः शूरः, एतौ शूरौ, एते शूराः. एषः कौरवः, एतौ कौरवौ, एते कौरवाः. एषः पाण्डवः, एतौ पाण्डवौ, एते पाण्डवाः. इत्युक्ते अत्र सर्वाणि पदानि अकारान्तपुंलिङ्गपदानि आहत्य अस्माकम् अवगमनम् अत्र किमस्ति इत्युक्ते अश्वः, ग्रामः, सर्पः, शूरः, कौरवः, पाण्डवः एतानि पदानि अकारान्तपुंलिङ्गपदानि. पुंलिङ्गपदमस्ति इति कृत्वा सर्वनामपदमपि पुंलिङ्गे योजनीयमस्ति. तदर्थमेव अत्र एषः अश्वः इति लिखितमस्ति. किन्तु एकवारं तस्य वचनपरिवर्तनं कुर्मः चेत् तत्र सर्वनामपदस्य अपि वचनपरिवर्तनं करणीयं. तदर्थमेव एतौ अश्वौ, एते बहुवचने एते अश्वाः. अधुना गीताञ्जलिभगिनी भवती करोतु. दक्षिणभागे कानिचन वाक्यानि सन्ति. आं भगिनि, नमस्कारः भगिनि, क्षम्यतां भगिनि. नमस्ते. नमस्ते. सः सैनिकः, तौ सैनिकौ, ते सैनिकाः. सः रथः, तौ रथौ, ते रथाः. सः यज्ञः, तौ यज्ञौ, ते यज्ञाः. सः योधः, तौ योधौ, ते योधाः. सः वीरः, तौ वीरौ, ते वीराः. सः महारथः, तौ महारथौ, ते महारथाः. उत्तमं भगिनि. अत्र किञ्चित् वदामि. कौरवः, पाण्डवः इति पदद्वयमस्ति. कौरवः इत्युक्ते तत्र तत् पदं तद्धितप्रत्ययान्तरूपं. कुरोः अपत्यं पुमान् कौरवः इति वदामः. पाण्डवः इति वदामश्चेत् पाण्डोः अपत्यं पुमान्. किञ्चित् ध्वनिः अस्ति अत्र. अत्र कुरोः अपत्यं पुमान् कौरवः, पाण्डोः अपत्यं पुमान् पाण्डवः इति भवति. अपि च अत्र एकं पदमस्ति, महारथः इति पदमस्ति. इत्युक्ते पश्यन्तु, अत्र सः महारथः इत्युक्ते तत्र महारथः इत्युक्ते रथस्य, सः रथः महारथः इति वदामश्चेत् तत्र महारथः, महारथः इति एकः पुरुषः, तत्र रथः नास्ति. तत्र कथं वक्तव्यम् इत्युक्ते महान् रथः यस्य सः. Who has the huge ratha? That person. Eva Maharathaha. The person who has a great chariot, that person is Maharathaha. Atra Mahabharate Kechana Purushaha Santi, Te Sarve Maharathaha. Ichukte Atra Maharathaha iti padam, Samastha padamasti. Vigrahavakyam katham vaktavyam. इत्युक्ते विग्रहवाक्यं कथं वदामः, कदा वदामः, तस्य अर्थम् अवगन्तुं वदामः. महारथः इत्यस्य अर्थः कः इत्युक्ते यस्य महान् रथः अस्ति सः महारथः. किन्तु एतानि सर्वाणि पदानि अकारान्तपदानि. सैनिकः, रथः, यज्ञः, योधः, वीरः, महारथः. उत्तमम्. अत्र शीघ्रं समापयामः. अत्र का वदति, गीताञ्जलि भगिनी भवती एव करोतु शीघ्रम् अग्रिमे पुटे. उच्चैः पठत लिखत च. एषा गदा, एते गदे, एताः गदाः. का एषा का, एषा गदा. एते के, एते गदे. एताः काः, एताः गदाः. अग्रिमं पठामि. अग्रे पठतु, पठतु. एषा वैद्या, एते वैद्ये, एताः वैद्याः. एषा भक्ता, एते भक्ते, एताः भक्ताः. एषा बालिका, एते बालिके, एताः बालिकाः, एषा लता, एते लते, एताः लताः, एषा सेना, एते सेने, एताः सेनाः, एषा भैरी, एते भैर्यौ, भैर्यौ, एताः भैर्यः. उत्तमम्. अत्र एतानि वाक्यानि लिखित्वा भवती किम् अवगतवती? अत्र विशेषः कः? यदि स्त्रीलिङ्ग् अस्ति चेत् तदनन्तरं प्रश्नवाचकशब्दः का, एकवचनं, द्विवचनं के, बहुवचने बहुवचनमस्ति चेत् काः इति उपयोगं कुर्मः. अपि च स्त्रीलिङ्ग् अस्ति चेत् समीपे अस्ति चेत् एषा, एते, एताः, एतानि पदानि उपयोगं कुर्मः. अपि च यदि आकारान्तस्त्रीलिङ्गपदं नास्ति किन्तु अन्य अन्तपदस्य अस्ति चेत् तदनन्तरं भिन्न अस्ति, रूपं भिन्न अस्ति. उत्तमम्. इत्युक्ते अत्र पदानि, अत्र पश्यन्तु, वैद्या, भक्ता, सेना, बालिका, एतानि पदानि आकारान्तस्त्रीलिङ्गपदानि. किन्तु अन्तिमं पदं कीदृशं पदं? भेरी, ईकारान्तपदमस्ति. इत्युक्ते अत्र आकारान्तस्त्रीलिङ्गपदमस्ति चेत् रूपाणि भिन्नानि भवन्ति. एकवारं भगिनी भवती एव वदतु, भक्ता इति पदं स्वीकृत्य प्रथमाविभक्त्यन्तरूपाणि वदतु. भक्ता, भक्ते, भक्ताः. उत्तमम्. इत्युक्ते अत्र न केवलं प्रथमाविभक्त्यन्तरूपाणि, वयं सर्वे जानीमः एव तत्र सप्तसु विभक्तिषु रूपाणि अस्माभिः परिशीलनीयानि. वैद्या, तत्र वैद्यः पुंलिङ्गे वदामश्चेत् वैद्यः, किन्तु स्त्रीलिङ्गे वैद्या. अत्र पश्यन्तु, पुंलिङ्गे अपि वैद्याः भवति, स्त्रीलिङ्गे अपि वैद्याः भवति बहुवचने. अत्र भक्ता शब्दः आकारान्तस्त्रीलिङ्गपदमस्ति, किन्तु पुंलिङ्गे भक्तः इति पदमपि अस्ति. किन्तु बहुवचने वक्तुमिच्छामश्चेत् अत्र एताः, एताः भक्ताः इति लिखितमस्ति चेत् तत्पदं स्त्रीलिङ्गे अस्ति. किन्तु एते भक्ताः इति लिखितमस्ति चेत् पुंलिङ्गे अस्ति इति वयं सुलभतया सर्वनामपदं दृष्ट्वा अवगन्तुं शक्नुमः. इत्युक्ते अत्र उपरि पश्यन्तु, एताः वैद्याः इति लिखितमस्ति. इत्युक्ते अस्मिन् पदे पदद्वयम्, अस्मिन् वाक्ये पदद्वयमपि स्त्रीलिङ्गे अस्ति. किन्तु एते वैद्याः अस्ति चेत् तत्र पुंलिङ्गे वाक्यमस्ति इति अवगन्तव्यम्. अनन्तरम् अत्र अरुणा भगिनी भवती करोतु, दक्षिणपार्श्वे किमस्ति? अस्ति वा अत्र? नो चेत् भानुचेतनी महोदय, भवान् पठतु अत्र. भवती क्षम्यताम्, एकनिमिषं ददातु, अनन्तरम् अहं पठामि. अस्तु. अत्र पठतु भगिनि, पठतु. सा नदी, का नदी, सा नदी, के नद्यौ, ते नद्यौ, काः नद्य, कः नद्य, तः नद्यः, सा कूपी, ते कूप्यौ, सः कूप्यः, सा शुची, ते शुच्यौ, तः शुच्यः, सा जननी, ते जनन्यौ, ताः जनन्यः, सा चालनी, ते चालन्यौ, ताः चालन्यः सा भगिनी ते भगिन्यौ ताः भगिन्यः उत्तमम् एतत् पठित्वा एतत् सर्वं पठित्वा भवती किम् अवगतवती वदतु इकारान्त स्त्रीलिङ्गपदम् अस्ति एतानि सर्वाणि पदानि वदतु साधुरे साधुरे अस्ति सा ते तः सर्वनाम सर्वनामस्य रूपमस्ति नदी नद्यौ नद्यः उत्तमं तदेव इत्युक्ते तत्र दूरे अस्ति चेत् सा इति वक्तव्यं सा ते ताः इति रूपाणि भवन्ति सा शब्दस्य रूपाणि सा ते ताः किन्तु तत्रापि स्त्रीलिङ्गे अपि एकविंशतिरूपाणि पठनीयानि अस्माभिः तत्र स्त्रीलिङ्गरूपाणि सन्ति अपि च अत्र नदी कूपी जननी चालनी भगिनी एतानि पदानि सूची वदतु भगिनी सूची इत्युक्ते किम् कोऽपि वदतु सूची इत्युक्ते नीडल् उत्तमम् अत्र इतोपि नूतनं पदमस्ति जननी वयं जानीमः जननी इत्युक्ते माता चालनी इत्युक्ते सुधा भगिनी उक्तवती सीव् इति वदामः कूपी इत्युक्ते बाटल् वदतु अत्र सूची द्वयोः भेदः अस्ति सूची इत्युक्ते नीडल् सूची इत्युक्ते लिस्ट् भगिनि सूचिः सूची उत्तमं लिस्ट् अपि अस्ति उत्तमम् अत्र अनन्तरम् अत्र इत्युक्ते एतानि पदानि ईकारान्तस्त्रीलिङ्गपदानि गदा पश्यन्तु गदा इति पदम् आकारान्तपदं गदा गदे गदाः अत्र एतानि पदानि नियतलिङ्गशब्दाः इत्युक्ते देर् लिङ्गम् इस् वेरि फिक्स्ड् we should not change it our responsibility is to know the way they are niyatalinga shabdaah gada gade gadaah kintu kanichana padani pumlinge napumsakalinge api bhavanti kintu etani padani niyatalinga shabdaah atra ante antato gatva bhuma bhagi bhavati karatu atra jan mahodaya bhavan vadatu वदतु महोदय अत्र अग्रे अग्रे भवान् एव पठतु किं के कानि एतत् सयन्दनम् एतत् सयन्दनम् एते सयन्दने एतानि सयन्दानि एतानि स्यन्दनानि स्यन्दनानि I'm sorry स्यन्दनानि एकवारं वदतु भवान् किम् अवगतवान् एतत् सर्वं दृष्ट्वा you want me to do it again so eight no no bhavan atra bhavan whatever you understood explain please in your own words okay this is this is a chariot near chariot that is nearby chariot that is near me and these two chariots that are near me and many chariots that are near me uttama ichukte atra syan atra syandanam iti padam napumsakalinga padam asti ataha kim vaktavyam etat syandanam ete syandane atra syandanam ekavachanam syandane dvivachanam syandanani किन्तु स्यन्दनम् इति पदं नपुंसकलिङ्गपदं, किन्तु पुंलिङ्गे रथः इति पदमस्ति. रथः अस्ति चेत् एषः रथः, एतौ रथौ, एते रथाः इति वक्तव्यम्. इत्युक्ते तत्र पदं दृष्ट्वा, पदं कस्मिन् लिङ्गे अस्ति इति दृष्ट्वा एव तत्र रूपाणि वक्तव्यानि. करोतु महोदय, अग्रिमं करोतु. Agreement, just one second, I have to see properly, okay? Etat palam, ete pale, etani palani. That means this fruit, these two fruits, and these many fruits that are near me. Okay. Next one is... Agre is etat chakram. Etat chakram, that means this wheel. Ete chakre, etani chakrani. Is that correct? Atra pashyantu, mahodaya. Atra sarve pashyantu. Chakram, chakre, prutiyam rupam katham vaktavyam. Chakram, chakre, chakrani. Tatra, chakrani, iti vaktavyam. Tatra, antima varnaha, tatra, murdhanyanakaraha, ayati. Chakrani. Ichukte tatra, ucharanam samyak bhavet. Chakram, iti asmin pade, repaha asti iti karanataha, tatra, bahu vachane, tasya rupam, chakrani. तत्र मूर्धन्यणकार चक्राणि इत्युक्ते साधारणतया अत्र पश्यतु महोदय, फलानि फलानि इत्यस्मिन् पदे सः नकारः दन्त्यनकारः, किन्तु चक्रम् इत्यस्मिन् पदे मूर्धन्यणकारः आयाति. फलानि एतानि फलानि, किन्तु एतानि चक्राणि. करोतु. Due to the rape, okay. Rape, karotu. Turtiyam karotu. Etat pustakam, ete pustake, etani pustakani. Anantram. Anantram is, I have to see this now, this is what? Yeah. Yanani. Okay, so this will be etat yani, probably. Etat yani, etat yane, etani yanani. Atra pashyatu, etani yanani, iti bahuvachanurupam likhitamasti. Asmakam karyam kim atra ekavachane kim vaktavyam, द्विवचने किं वक्तव्यं, सर्वनामपदस्य रूपं किं भवति, नामपदस्य रूपं किं भवति इति एकवारं चिन्तयित्वा अत्र रूपाणि लेखनीयानि. एकवचने किं वक्तव्यम्? एतत् यानान् एतत् यानि यानम् एतत् यानम् द्विवचने एतत् यानम् एतत् याने एते अत्र पश्यतु एते याने द्विवचने एते याने एतानि यानानि. उत्तमम्. अग्रिमम्. अग्रिमम् इस् एतत् मुखम् एतत् मुखम् एते मुखे एतानि मुखानि. अत्र यानम् इत्युक्ते जानाति वा? यानम् इत्युक्ते किं? वाहनं. यानम् इत्युक्ते वाहनं, वेहिकल्. उत्तमम्. अन्तिमं करोतु. And mukham is mouth. Etat mukham. I finished that. And the last one is, I'm having difficulty seeing this, nagare. So it'll be nagaram. Etat nagaram, ete nagare, etani nagrani. these Uttama Mahodaya. Cities, two cities and many cities. Uttama, tadeva. Uttamaritya krutavan Mahodaya. Anantaram, atra Bhuma Bhagini, bhavati samapayatu, atra dakshina bhage kim asti. Kshamyatam Bhagini. Karapatamasti. अस्तु अस्तु वंशसुधा भगिनी भवती करोतु तत्र. आं भगिनि, तत् नक्षत्रं, ते नक्षत्रे, तानि नक्षत्राणि. तत् उपनेत्रं, ते उपनेत्रे, तानि उपनेत्राणि. तत् पर्णं, ते पर्णे, तानि पर्णानि. तत् शस्त्रं, ते शस्त्रे, तानि शस्त्राणि. तत् चित्रं, ते चित्रे, तानि चित्राणि. तत् बलं, ते बले, तानि बलानि. उत्तमम्. अत्र भवती किम् अवगतवती? नक्षत्रम्, उपनेत्रं, पर्णं, शस्त्रं, चित्रम्, एतेषु पदेषु किञ्चित् विशिष्ट विशेषः अस्ति. तत् किं? तत्र रेफः, अनन्तरं नक्षत्रं नकारः भवति महोदय. नकारः मूर्धन्यनकारः भवति, दन्त्यनकारः मूर्धन्य न भवति बहुवचने. उत्तमम्. इत्युक्ते अत्र नक्षत्रम्, उपनेत्रं, पर्णं, शस्त्रं, चित्रम्, एतानि पदानि, अत्र एतेषु पदेषु रेफः अस्ति इत्युक्ते रकारः अस्ति इति कारणतः बहुवचने तत्र रूपं किञ्चित् भिद्यते. अत्र मूर्धन्यणकारः आगतः रेफकारणात्. वयं सर्वे पठितवन्तः अत्र. का भवती एव बहुवचने णत्वं भवति. अत्र वंशसुधा भगिनी केन सूत्रेण भवति वदतु. अट्कुप्वाङ्नुं व्ययापि महोदय भगिनी, रसाभ्यां नूनः तत् समानपदे रसाभ्यां नूनः समानपदे इति भवति वा महोदय? अत्र पश्यतु, पर्णम् अस्मिन् पदे, पर्णम् इत्यस्मिन् पदे रसाभ्यां नूनः इत्यस्मिन् इत्यनेन सूत्रेण णत्वं भवति. पर्णं, तत्र पर्णम् इत्यस्मिन् पदे रेफस्य साक्षात् अनन्तरम्, इमिडियेट् नेक्स्ट् लेटर्, साक्षात् अनन्तरं रेफस्य अनन्तरं, साक्षात् अनन्तरं नकारः, दन्त्यनकारः अस्ति चेत् तत्र णत्वं भवति. केन सूत्रेण? रषाभ्यां नोणः समानपदे इति सूत्रेण. किन्तु अन्येषु पदेषु अत्र चित्राणि इति वदामश्चेत्, चित्राणि इति वदामश्चेत् किं भवति? रेफस्य अनन्तरम् अन्ये वर्णाः सन्ति. पर्ण, केवलं पर्ण इति पदं स्वीकुर्मः चेत् तत्र रसाभ्यां नोणः कार्यं करोति. किन्तु शास्त्राणि, नक्षत्राणि, पर्णानि, उपनेत्राणि, एतेषु पदेषु तत्र रेफस्य अनन्तरं दीर्घ आकारः अस्ति. इत्युक्ते मध्ये एकः अन्यः वर्णः अस्ति. तदर्थं भिन्नसूत्रेण तत्र णत्वं भवति. तत् भिन्नसूत्रमेव अट्कुप्वाङ्नुं व्यवायेति इति सूत्रेण. इत्युक्ते साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेत् रसाभ्यां नोणः. यदि मध्ये व्यवधानमस्ति, अन्ये वर्णाः मध्ये सन्ति चेत् अट्कुप्वाङ्नुं व्यवायेति इत्यनेन णत्वं भवति. किन्तु अत्र भगिनी भवती एव वदतु, पर्णम् इत्यस्य बहुवचनरूपं किम्? पर्णानि नि भवति. निषेधः भवति. उत्तमम्. इत्युक्ते अत्र पर्णम् इत्यस्मिन् पदे यद्यपि तत्र रेफः अस्ति, इत्युक्ते निमित्तम् अस्ति अथवा कारणमस्ति, तथापि तत्र णत्वं न भवति. किमर्थम् इत्युक्ते तत्र निमित्तमस्ति अपि च बाधकवर्णः अपि अस्ति. तस्मिन् पदे पर्णानि इत्यस्मिन् पदे बाधकवर्णः कः? नकारः भवति. णकारः, मूर्धन्यणकारः बाधकवर्णः. इत्युक्ते मूर्धन्यणकारः कस्मिन् वर्गे अस्ति? तत्र कवर्गः, चवर्गः, तादृशेषु तवर्गः. इत्युक्ते मूर्धन्यणकारः तवर्गीयव्यञ्जनमस्ति. इत्युक्ते तवर्गीयव्यञ्जनम् अस्ति चेत् तत्र बाधकवर्णः भवति. तदर्थं तत्र बहुवचने णत्वं न आयाति, न दृश्यते. तदर्थमेव तत्र बहुवचनरूपं पर्णानि भवति. किन्तु नक्षत्रं, नक्षत्राणि, उपनेत्राणि, शस्त्राणि. किन्तु अन्तिमं पदमस्ति बलं. बलं तस्मिन् पदे निमित्तमेव नास्ति. तदर्थं तत्र रूपं बलानि इति भवति. उत्तमं भगिनि, धन्यवादः. अत्र भूमा भगिनी अवधेयं पठित्वा समापयामः. भवती पठतु अवधेयम्. अस्ति वा? शोभा भगिनी भवती पठतु अत्र. आं भगिनि. उच्चैः पठत जानीत च अवधेयं. तत्र एकवचनं द्विवचनं बहुवचनं दत्तम्. अकारान्तः पुंलिङ्गः यादवः, यादवौ, यादवाः. आकारान्तः स्त्रीलिङ्गः सेना, सेने, सेनाः. ईकारान्तः स्त्रीलिङ्गः मही, मह्यौ, मह्यः. अकारान्तः नपुंसकलिङ्गः मुखं, सुखं, सुखे, सुखानि. भवत्याः अवगमनं किम्? तत्र ह्रस्व आकारान्त पुंलिङ्ग, अपि दीर्घ आकारान्त अथवा दीर्घ ईकारान्त स्त्रीलिङ्गपदानि, अपि च अकारान्त नपुंसकलिङ्ग पदानि विभक्तौ भिन्नरूपाणि भवन्ति. आकारान्त स्त्रीलिङ्ग अस्ति चेत् सेना, सेने, सेनाः. ईकारान्त महि, मह्यौ, मह्यः. तत्र यकारः आगच्छति. अपि च नपुंसक अस्ति चेत् सुखं, सुखे, सुखानि इति भवति. अकारान्तः पुंलिङ्गः अस्ति चेत् यादवः, यादवौ, यादवाः इति रामः शब्दवत् भवति. तावदेव. उत्तमं, तदेव. इत्युक्ते अत्र यदि वयम् एतत् कोष्टकं पश्यामश्चेत् सुलभतया रूपाणि अवगन्तुं शक्नुमः. अत्र केवलं प्रथमाविभक्त्यन्तरूपाणि एव दत्तानि. प्रथमाविभक्त्यं एकवचन, द्विवचन, बहुवचनरूपाणि एव दत्तानि. किन्तु अकारान्तपुंलिङ्गरूपाणि, आकारान्तस्त्रीलिङ्गरूपाणि, ईकारान्तस्त्रीलिङ्गरूपाणि, अकारान्तनपुंसकलिङ्गरूपाणि अत्र दत्तानि. यदि एकवारं अत्र यादवः इति पदस्य रूपाणि जानीमश्चेत् एकविंशतिरूपाणि ज्ञातव्यानि अस्माभिः, 21 forms. तथा एव सेना अथवा लता, सीता, कोऽपि शब्दं स्वीकृत्य सर्वाणि रूपाणि वयं जानीमश्चेत् वाक्यरचना सुलभतया कर्तुं शक्नुमः. तथा एव अत्र मही इति पदमस्ति. मही इत्युक्ते भूमिः अथवा पृथिवी इति अन्यानि पदानि सन्ति, तादृशानि पदानि. अत्र यादवः इत्युक्ते यदोः पत्यं पुमान्, यादवः, यदुः इति एकः वंशः, यदोः अपत्यं पुमान् यादवः इति. तदपि तद्धितान्तरूपमस्ति तत्र. अपि च खम् इत्युक्ते, अहं चिन्तयामि खम् इत्युक्ते इन्द्रियम् इति, अथवा स्पेस् इति अर्थः अपि अस्ति. खम् इति नपुंसकलिङ्गपदं, खम् के खानि इति. किन्तु अत्र सुयोजयामश्चेत् सुखं भवति, दुः योजयामश्चेत् दुःखं भवति. दुस् इति योजनीयं तत्र, सुखं, दुःखं एतानि पदानि, किन्तु सुखं नपुंसकलिङ्गपदं वयं जानीमः. उत्तमम्. अधुना कालातीतः अभवत्, अत्र कथा अपि अस्ति, कथां पठन्तु एकवारं, बहु लघु कथा एव. अनन्तरं गृहपाठरूपेण अत्र अभ्यासं कुर्वन्तु. अभ्यासं कुर्मः चेत् सम्यक् भवति. अत्र स्थगयामः अधुना. पुनः एकवारम् अग्रिमे सप्ताहे मिलित्वा अग्रिमे पुटे किम् अस्ति तस्मै तस्य परिशीलनं कुर्मः. सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः.